पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 220 नारद उवाच शिवस्य तीर्थराजस्य प्रयागस्य तवाग्रदः महिमानं महापुण्यं श्रद्धया वर्णयामि ते विश्वावसु महीपालगन्धर्वो लोकविश्रुतः एकदा स गतो गातुं सुमेरौ ब्रह्मणः सभां तत्र सर्वैः सुरश्रेष्ठमुपविष्टं सुविष्ठरे युष्टं सुरगणैर्भूप विश्वावसुरवैक्षद ब्रह्मासनसमीपे तु वरासनगतं नृप द्वितीयमिव लोकेशमिन्द्रप्रस्थं स एक्षद सुरराजतीर्थराजौ ब्रह्मेन्द्रप्रस्थयोर्नृप चामरोद्धूननं मूर्ध्नि कुर्वन्तौ स ददर्शः अन्यानि देवतीर्थानि तयोर्दूरे महीपदे स्थितानि तेन दृष्टानि बद्धाञ्जलिपुडानि तु तयोरग्रे जगौराजन् गान्धर्वं रागमुत्तमं तीर्थैः सममगात्सत्यलोकं देवान् विसृज्य हि अथ विश्वावसुर्धीमान् दृष्ट्वा तीर्थस्य वैभवम् इन्द्रप्रस्थस्य राजेन्द्र आहामेतदुवाचः विश्वावसुरुवाच भो भो गन्धर्वशार्दूलतीर्थमेदन्महद्भुतम् इन्द्रप्रस्थाख्यमेधस्मिन् संसारे तीर्थराशिषु चराचरगुरुर्ब्रह्मा सुरवन्द्यपदाम्बुजः तस्यासनसमीपस्थं यततिष्ठ समासनम् तीर्थराजोऽपि पृष्ठस्थश्चामरं यस्य मस्तके अधुना भृत्यवज्जादस्तीर्थेष्वन्येषु का कथा पृथिव्यां यानि तीर्थानि त्रिवर्गफलदानि तु इन्द्रप्रस्थमिदं तीर्थं चतुर्वर्गफलप्रदम् अत्र स्थितानि तीर्थानि तादृशानि गुणैर्ध्रुवः शेषेनापि न शक्यन्ते स्तोतुं तेषां महागुणाः नारद उवाच एवं विश्वावसुधीमान् दृष्ट्वेन्द्रप्रस्थवैभवं गत्वा तस्य गृहं राजन् पावनं सर्वकामदम् यथा देवेषु सर्वेषु शक्रश्रेष्ठः शचीपतिः तस्माद् ब्रह्मा च तीर्थेषु प्रयागोऽयं तथा वरः तस्मादपि महाराज शक्रप्रस्थमिदं वरम् अस्यान्तरगदो योऽयं प्रयागो नृपदृश्यते कथयाम्यत्र यद्वृत्तं मोहिन्या पण्ययोषितः नर्मदा सरिदस्तीरे पुरी माहिष्मदी नृप मोहिनी नाम तत्रासीद्वेश्या बहु धनान्विता रूपयौवनसम्पन्ना निष्णादा नृत्यगीतयोः तया बहूनि पापानि कृतानि धनलुब्धया ब्रह्महत्या कृताः सप्त दास्यश्च बहवो हदाः तासां च पादिदा गर्भाः बहुश पापयातया एवं तया सुतारुण्यं गमिदं पाप कर्मभिः ततो जरा कियत्काले तद्देहे समपद्यत जराग्रस्त शरीरा सा निवृत्तविषयस्पृहा न चक्रे मानसं यूनां ते च तां परिभूपदे पापार्जितं धनं स्वीयं न विश्वसिति कस्यचिद न दत्ते न स्वयं भुङ्े न निक्षिपदि वै क्वचिद एकदा सा निषीधेतु विबुध्ये दिविचिन्तयेद् मृतायां मयि कस्येदं धनं पापैरुपार्जितं तं नयष्यदि मां घोरं नरकं भृशदारुणं दास्यस्तासां च भर्तारस्तद्भोक्ष्यन्ति धनं मम मयैव सद्गतिस्तस्य कथं न क्रियते अधुना एवं विचिन्त्य सा धर्मे विधाय मदिमुत्तमां चकाराराम सरसी वापीकूपसुरालयान् अभिदपुरमादत्ते प्रपापथिकहेतवे निदाके जमहाराज तेभ्योऽन्नं प्रददौ च सा धर्मशालां गृहाभ्यासे निवासाय विदेशिनां विदधे स पुनस्तेभ्यो ददावाहारमुत्तमम् एवं प्रवर्तमाना हि धर्मे सा भूपमोहिनी ज्वरातुराभवत्काले क्वचिच्छेदि विचिन्तयद धर्मार्थे हि मया वित्तं व्ययितं भूरि यद्यपि तथापि स्वर्णरूप्यादिप्रचुरं वर्तते परम् श्रोत्रियेभ्यो ददाम्येदज्ञानेने दिव्यचिन्तयद विचिन्त्येदि समाहूदा मोहिन्या नगरद्विजाः नागदास्ते महीपाल ज्ञात्वा घोरं प्रतिग्रहं यदा तदा द्विभागं च चक्रे तत्तु धनं स्वगम् एको भागस्तु दासीनां दत्तेऽन्यश्च विदेशिनां स्वयं तु निर्धना राजन्नभवत् साधु मोहिनी तथा समागतं मृत्युं विज्ञायान्धिकमन्धिके मुक्त्वा दास्यो धनं नीत्वा यथेष्टगदयो भवद इति मत्वा यदा ह्येषा ज्वरमुक्ता भविष्यति तदानीं यद्धनं दत्तं नून मादास्यदे हि तद अध सा लङ्घनान्यष्ठा दश कृत्वा महीपदे निजायुषस्तु शेषेण ज्वरमुक्ता तदा भवद एका जरद्गवा नाम सखी तस्या महीपदे सा तामुपचचाराशु पद्यादिभिरतन्त्रिता कियद्भिर्वासरैः साधु पूर्णहाराव्यजायद तस्या जरद्गवायास्तु गृहे भुक्तं स्म लज्जया मया स्थितं सुखेनात्र दुःखमध्य समागतम् दारिद्र्यान्न मया स्थेयं सञ्जित्येति गदान्यतः गच्छति सा वने राजन्मोहिनी पुरतस्करैः इति मत्वा विनिहदा गृहीत्वा यात्यसौ धनम् धनमप्राप्य तैस्तस्याः सकाशात् पुरतस्करैः स्वसती सा परित्यक्ता तस्मिन्नेव वने नृप अध वैखानस कश्चित् प्रयागस्यास्य वै जलं बिभ्रत्कमण्डलौ राजन्नत्रारण्ये समाययौ अधदां पतितां वीक्ष्य शस्त्रवीक्षदविग्रहां याचमानामिदं राजन् जीवनं हस्तसंज्ञया वैखानस उवाच कत्वं गणसिद्धैः शस्त्रैः स क्षदीकृतविग्रह एकाकिनी किमर्थं वा न जनारण्यमागता इन्द्रप्रस्थगतस्येदं प्रयागस्य जले शुभे भाग्योदयेन केनापि प्रापितं प्रियकाम्यया इत्युक्ता तेन सा वक्तुमक्षमा व्याददे मुखं पादुं तद्वारि महिषी भवेयमिति वाञ्छया अथैतस्य प्रयागस्य बाधितेऽम्बुनि तन्मुखे तत्याज जीवितं साधु मोहिनी गणिका नृप प्राणप्रयाणकाले तु महिषीत्वं च वाञ्छयत् अतः सा महिषी जाता द्राविडे वीरवर्मणः सम्भूय केरलाधीश गृहे तीर्थाम्बुपानदः कुलशीलधनैश्वर्य संयुक्तस्य महीपदे हेमगौरं ततः साङ्गं बभार कमलेक्षण अधस्तस्य पिता नाम हेमाङ्गेदि चकारः एकदा साधु हेमाङ्गी हेमाभरणभूषिता कलाया स्ववयस्याय मन्त्रिपुत्र्या गृहं ययौ तत्र यावकतैलेन स्नापिता भुजिता च सा विविधान्नैस्तदा राजन्निविष्ठा वरविष्ठरे पुष्पोद्ग्रथितधमिल्लाक्षामक्षौमविभूषिता कलां प्रोवाद दधदीमुखे ताम्बूलवीडिकां हेमाङ्ग्युवाच कले कलयमे वाक्यं कोकिला कलभाषिणि गृहे यदद्भुतं वस्तु तव मामभितर्षय इति श्री पद्मे महापुराणे उत्तरखण्डे कालिन्दीमाहात्म्ये इन्द्रप्रस्थवर्णनो नाम विंशाधिकद्विशततमोऽध्यायः ॐ